श्रीयुतापदकमलम् श्रीगुरुन् वैष्णवांश्च श्रीरूपं सागजातम् सहगना रघुनतन्वितं तं सजीवम् साद्वैतं सावधूतं परिजनासहितं कृष्णचैतन्यदेवम् श्रीराधा कृष्णपदं सहगना श्रीविशाखान्वितंश्च जय जय श्रीराधेशां जय जय श्रीवृन्दावनधाम जय जय श्रीराधेशां जय जय श्री